पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। एतावता वयं गते सप्ताहे पर्यन्तं वयं पाणिनीयसूत्रं कथं पठनीयम् इति विषये अधीतवन्तः। तत्र विभक्तीनाम् अर्थः कः इति अपि ज्ञातवन्तः। एतावता सप्तमी विभक्तिः इत्युक्ते पूर्वकार्यं, प्रथमा विभक्तिः इत्युक्ते आदेशः, आगमः अथवा नामकरणम्, षष्टिविभक्तिः इत्युक्ते स्थानी, पञ्चमीविभक्तिः इत्युक्ते परकार्यं, तृतीयाविभक्तिः इत्युक्ते संयोजनम् इति सर्वं दृष्टवन्तः। तस्मिन् विषये अभ्यासमपि कृतवन्तः। सूत्रस्य सूत्रे विभक्तिम् अवलम्ब्य अर्थः कथं ज्ञातव्यः इति अधीतवन्तः। ततः अग्रे षड्विधसूत्राणि अपि दृष्टवन्तः। अत्र षड्विधसूत्राणि सन्ति पाणिनीयव्याकरणे: संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रं, नियमसूत्रम्, अतिदेशसूत्रम् अपि च अधिकारसूत्रम् इति। तत्र तस्मिन् विषये परिभाषासूत्रस्य विषये प्रश्नः आसीत्। परिभाषासूत्रम् इत्युक्ते यत्र सूत्रे इको एणचि इति सूत्रं पश्यामः चेत् तस्मिन् सूत्रे इकः स्थाने यण् आदेशः भवति इति ज्ञातवन्तः। परन्तु इक् इति प्रत्याहारे बहवः वर्णाः सन्ति। तेषु वर्णेषु कस्य स्थाने कः वर्णः आदिष्टः भवति? यण् प्रत्याहारे तु चत्वारः वर्णाः। तर्हि इक् स्थाने कः वर्णः आदिष्टः भवति इति सूत्रस्य दर्शनेन न अवगम्यते। अतः तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य सहायं करोति। यत्र कुत्रापि विधिसूत्रेषु किमपि कार्यं कर्तुम् इच्छामः तस्मिन् सन्दर्भे सूत्रे स्पष्टता नास्ति, तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य सहकरोति। तादृशसूत्रमेव परिभाषासूत्रं। तस्य पृथक्तया न कोऽपि कार्यम्। यत्र यत्र विधिसूत्रेषु क्लेशः अस्ति अवगमनार्थम् अथवा स्पष्टीकरणार्थम्, अर्थस्य पूरणार्थं, तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य सहकरोति। तादृशसूत्रमेव परिभाषासूत्रं। यथात्र इको एणचि इत्यस्मिन् सूत्रे स्थाने अन्तरतमः इति परिभाषासूत्रमस्ति। यावत्पर्यन्तं तत्सूत्रम् आगत्य अस्माकं सहायं न करोति तावत्पर्यन्तम् अर्थस्य पूर्तिः न भवति। यतोहि इक् प्रत्याहारे इ इति वर्णं स्वीकुर्मः चेत् ई वर्णेषु अष्टादशवर्णाः तस्मिन् अन्तर्भूताः। तर्हि इकारस्य स्थाने यकारः इति कथं ज्ञायते इति चेत् स्थाने अन्तरतमः, यतोहि इकारः अपि तालव्यवर्णः, यकारः अपि तालव्यवर्णः, स्थानं मुखस्य उच्चारणस्थानम् अवलम्ब्य आदेशः भवति। अतः स्थाने अन्तरतमः, स्थानं स्वीकृत्य वयं निर्णयं कुर्मः। तर्हि परिभाषासूत्रम् आगत्य सहायं करोति। तर्हि यत्र यत्र विधिसूत्रेषु किमपि स्पष्टं नास्ति तत्र परिभाषासूत्रम् आगत्य सहायं करोति। यत्र नियमः नास्ति सूत्रे तत्र नियमं करोति। एतत् परिभाषासूत्रमस्ति। अत्र नियमसूत्रम् इत्युक्ते एकं सूत्रमस्ति, एकं विधिसूत्रमस्ति। यथा अत्र संयोगान्तस्य लोभः इति एकं विधिसूत्रमस्ति, तेन किमपि कार्यं भवति। तदनन्तरम् अत्र नियमसूत्रं किम् आगत्य किं करोति इति चेत्, पूर्वं यत् कार्यं विधिसूत्रेण यत् कार्यं विधीयते तत् कार्यम् इदानीं नियमसूत्रं सङ्कोचनं करोति, तस्य कार्यस्य सङ्कोचनं करोति। इत्युक्ते किञ्चित् लघ्वीकरोति। यत्र संयोगान्तस्य लोपः इति सूत्रं किं वदति, यत्र यत्र संयोगः अस्ति पदान्ते तत्र अन्तिमवर्णस्य लोपः भवति इत्येव संयोगान्तस्य लोपः इति वदति। इदानीम् अत्र रात्सस्य इति नियमसूत्रमस्ति, तत्सूत्रं किं वदति, भवतु नाम संयोग, परन्तु यदि प्रथमवर्णः रेपः अस्ति संयोगस्य, तस्य अनन्तरं सकारः अस्ति चेत् एव लोपः भवति। इदानीं रेपस्य अनन्तरं ककारः अस्ति चेत् तादृशवर्णस्य लोपः न भवति। तर्हि संयोगान्तस्य लोपः इत्यस्य कार्यक्षेत्रं किञ्चित् लघ्वीकरोति रात्सस्य इति सूत्रम्। अतः रात्सस्य इति सूत्रं नियमसूत्रम् इति वदामः। यस्य यत्र पूर्वं यत् कार्यमस्ति तस्य इतोपि किञ्चित् क्षेत्रं लघु करोति। कुत्रचित् ध्वनिः अस्ति, पाण्डे महोदय कृपया म्यूट् करोतु। क्या बात पूछते हैं वो तुम और बता पाओगे? ये समझते तो है नहीं, जिद जड़ाते हैं अपने के भाई। हाँ लता भगिनी स्पष्टम अस्ति वा? इतोपि सन्देहः अस्ति स्थाने अन्तरतमः परिभाषासूत्रे यवरल ओन्लि फोर् लेटर्स् ऐ अण्डर्स्टुड् दे विल् रीप्लेस् विच् वन् वी हेव् टु अण्डर्स्टाण्ड् बै दिस् परिभाषासूत्रं यु सेड् अण्ड् यु आल्सो एक्स्प्लेन्ड् दट् 18 टैप्स् आफ़् ईच् स्वरास् आर् देर् सो विच् swara, which E should it replace? Sarve ikaranam sthanam talu eva. Atah, purvavarnah ikarah hasvah bhavatu, dhirkha bhavatu, itkimapi bhavatu, purvavarnam, tahi tasya sthane yakarah bhavati. Yaha kopi ikarah asti, tasya sthane yakarah. हा स्थाने अन्तरतमः वाट् एक्साक्ट्लि इस् द मीनिङ्ग् आफ् इदानीं मास्तु इदानीं मास्तु अग्रे गत्वा पठिष्यामः इदानीं केवलं परिभाषासूत्रं तस्य अर्थः कः इति अवगच्छतु अग्रे गत्वा यदा वयं सूत्रं पठिष्यामः भगिनी कृपया म्यूट् करोतु यदा वयं सूत्रं पठिष्यामः अग्रे गत्वा तस्मिन् सन्दर्भे प्रत्येकस्मिन् सूत्रे कीदृशसूत्रम् अस्ति इति सूत्रमस्ति वा कीदृशसूत्रमस्ति तत्सर्वम् अग्रे गत्वा पुनः पठिष्यामः अतः इदानीं किञ्चित् स्थूलरीत्या अवगच्छतु पुनः इतोपि अधिकम् अवगमनं भवति अग्रे अस्तु अस्तु दिस् रात् तस्य एक्साम्पल् आल्सो ऐ डि नाट् अण्डर्स्टाण्ड् दट् सूत्र फुल्लि राजन् यु हेड् टोल्ड् राजन् नकारः सकारः दे हेव् कम् टुगेदर् So, Rajan, Nakaraha only, that will stand there and Sakara will not come, you said, no? Ha, Sanyoga Hasti, Nakara Sakara Yoho, Sanyoga Hasti. Then he Sanyoga Antasya Lopaha, iti Sutrena, Sakara Sya Lopaha Bhavati. That means Rajan it becomes not Rajaha. Does that say that? न अत्र उदाहरणार्थम् उक्तवती तत्र राजन्स् इति अस्ति चेत् प्रक्रियाकाले सकारस्य लोपः भवति इति संयोगान्तस्य लोपः तदनन्तरं किं भवति इति इदानीं मास्तु ओके ओके हा अत्र उदाहरणरूपेण राजन्स् इति अस्ति चेत् सकारस्य लोपः भवति इति तावदेव संयोगान्तस्य लोपः इत्यनेन वाट् अबौट् द वर्ड् श्रेयस् देर् सकारान्त इस् देर् नो न तत्र अकारः अपि अस्ति खलु श्रेयस् अकारसकारः संयोगः नास्ति ओके ओके गाट् इट् थेङ्क् यू अस्तु तर्हि अत्र नूतनपाठः अस्ति निमित्तम् इति करपत्रं सर्वेषां करपत्रं कृपया सर्वे उद्घाटयन्तु निमित्तमिति करपत्रं तर्हि निमित्तं नाम किम् इति चेत् निमित्तम् इत्युक्ते कारणम् इति वदामः निमित्तम् इत्युक्ते यथा अत्र लोके किमपि कार्यं करणीयं चेत् तत्र कारणं भवति प्रथमतया सामग्री आवश्यकी अपि च कारणानि आवश्यकानि कारणमस्ति चेदेव कार्यं भवति एवमेव अत्र व्याकरणलोके अपि यत्र सामग्री अस्ति तत्र कारणम् अस्ति चेत् एव कार्यं भवति अत्र कारणमेव निमित्तम् अत्र इकोयणचि इति सूत्रं पश्यामः चेत् इकः इति सामग्री अस्ति इकः स्थाने यण् इति कार्यम् अस्ति तर्हि अचि इति कारणमस्ति निमित्तं तर्हि सामग्री अपि आवश्यकी कारणम् अचि इति कारणम् अस्ति चेत् एव कार्यं यण् इति कार्यं भवति यथा लोके भवति तथैव व्याकरणे अपि सामग्री आवश्यकी अपि च कारणमपि आवश्यकम् अतः तदेव निमित्तम् इति वदामः अत्र निमित्तं सामान्यतया तत्र पञ्चमीविभक्तिरूपेण भवति अथवा सप्तमीविभक्तिरूपेण भवति कारणम् अथवा तृतीयविभक्त्यामपि भवति कुत्रचित् विरलतया तृतीयविभक्त्यामपि कारणं भवति तर्हि निमित्तम् इति इदानीं पश्यामः पूर्वमेव अत्र पाणिनीयसूत्रं कथं पठनीयम् इत्यस्मिन् सन्दर्भे एव किञ्चित् अधीतवन्तः पुनः एकवारं निमित्तम् इत्यस्य अर्थः कः इति अद्य पश्यामः. अत्र गीताञ्जलिभगिनी भवती एव आरम्भं करोति वा निमित्तम्? स्टार् सिक्स् नोदयतु. गीताञ्जलिभगिनी नमस्कार भगिनि, अहं न श्रूयते सम्यक् भगिनि, किमपि न जाने. मम ध्वनिः न श्रूयते वा? अधुना श्रूयते भगिनि, किन्तु अनेकवारम् अहं प्रयत्नं करोमि. सर्वेषां कृते तथैव अस्ति वा? अस्तु अस्तु, भगिनी प्रायः भवत्याः लैन् मध्ये क्लेशः अस्ति. नमस्ते भगिनि, विजयलक्ष्मी. नमस्कार भगिनि. अनन्तरम् अन्ये के के सन्ति विलम्बेन? नमस्कार भगिनि, राधिका अस्मि, विलम्बेन आगच्छामि. अस्तु अस्तु, नास्ति चिन्ता, स्वागतं. नमस्कार भगिनि, अहं पमेला अस्मि. हा नमस्कार भगिनि. नमस्कार भगिनि, पुनः वदतु. सुमन् भगिनी नमस्कारः. अनन्तरं पमेला भगिनी. हा पमेला भगिनी अस्ति, ललिता भगिनी. शीतल अस्मि. क्षम्यतां मत्, शीतल भगिनी. हा नमस्कारः. अनन्तरम् अहं 2019 पाणिनि वेब्सैट् पाणिनि वेब्सैट् मी अण्ड् राधिका भगिनी. आं भगिनी, अहं तत्र गतवती, पुनः क्लेशः आसीत्. अस्तु अस्तु, अत्र भाषा इति वर्गः अस्ति. अत्र मम ईमेल् मध्ये किमपि अस्ति वा? अनन्तरं पश्यामि, अनन्तरं पश्यामि. ईमेल् प्रेषयतु मां. नास्ति भगिनि, भवत्याः दोषः नास्ति. अस्तु अस्तु अस्तु, धन्यवादः. अस्तु तर्हि अत्र इदानीम् अत्र गीताञ्जलि भगिनी कृपया. आम् आम् नमस्ते भगिनि, किं प्रेषयतु भगिनि? हा निमित्तमिति करपत्रमस्ति वा पुरतः? पठतु, आरम्भतः पठतु एकवारम्. अस्तु भगिनि, निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. अग्रे भगिनि. हा पठतु. यदा वदामः यत् सूत्रे किञ्चन पदं कश्चन वर्णः कश्चन प्रत्याहारः प्रथम सप्तमी विभक्तौ अस्ति तदा पूर्वकार्यम् इति उच्यते. नाम यत् पदं सप्तमी विभक्तौ तत् परम् अनन्तरम् अस्ति अपि च तत् कार्यस्य निमित्तं कारण निमित्तस्य अभावे कार्यं न भविष्यति. अग्रे भगिनि. हा वदतु, तावत् किम् अवगतवती? अत्र निमित्तम् इति एकं पाणिनेः विषयः अस्ति. इति विषयसन्दर्भे अत्र निमित्तं वदति कश्चन पदं कश्चन वर्णः कश्चन प्रत्याहारः कारण किमपि परिवर्तनम् अस्ति. सप्तमी विभक्तौ अस्ति, निमित्तं लक्षण सप्तमी विभक्तौ अस्ति, प्रत्याहारे सप्तमी विभक्ति अस्ति. सप्तमी विभक्ति सूत्रसन्दर्भे इत्युक्ते पूर्व परनिमित्तं पूर्वकार्यं. यदि प्रत्याहारे सप्तमी विभक्ति अस्ति तदनन्तरं किमपि परिवर्तनं पूर्व अस्ति पूर्व भवति तत् पूर्वं भवति. नाम यत् पदं सप्तमी विभक्तौ तत् परम् अनन्तरम् अस्ति अपि च तत् कार्यस्य निमित्तं तत् तदेव कारणं भवति, यदि निमित्तस्य न अस्ति कार्यं न भवति. अत्र निमित्तम् अत्र कस्यां विभक्तौ अस्ति निमित्तम्? निमित्तं सप्तमी अत्र इति दत्तं सप्तमी विभक्तौ अस्ति, किन्तु सप्तमी पञ्चमी अपि अस्ति चेत् निमित्तं कारणं निमित्तं भवति. समीचीनम्. अत्र निमित्तम् अत्र प्रत्याहारः भवितुमर्हति, वर्णः भवितुमर्हति, अथवा पदमपि भवितुमर्हति, यत्किमपि भवितुमर्हति सूत्रेषु. सूत्रेषु हा अस्तु, समीचीनं. तर्हि अग्रे रमाबाई भगिनी प्रपठति वा? स्टार् सिक्स् नोदयतु. भगिनी अस्ति वा? रमाबाई भगिनी, अस्तु, रामनाथन् महोदय पठतु. आम्, इको यनचि अचि सप्त सप्तमी विभक्ति, अच् वर्णः परं कार्यं पूर्वम्, कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति, यदि योगः अपि यद्यपि. अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं? नैव. अतः सः अकारः कार्यस्य निमित्तम्. कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यम् इकार स्थाने यकारः न भवति. अचि सप्तमी विभक्ति अच् निमित्तम् अच् वर्णः परम् अस्ति चेदेव कार्यं पूर्वकार्यं करणीयं. निमित्तं नास्ति चेत् कार्यं बि कार्यं न शक्यते, कर्तुं शक्यते. उदाहरणं यदि योगः अपि इकारयोगः अकारः यकारः आदेशः भवति, परम् अकारः अकारवर्णं नास्ति चेत् इकारयकारसन्धि न भवति. समीचीनं महोदय. यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इकार यकार इति कार्यं भवति वा? न भवति किल. निमित्तस्य अभावे यदि अभावे यदि यथावत् तिष्ठति. पुनः निमित्तं विना कार्यं न भवति इति सूचयति. सत्यं सत्यम्. अत्र अपि इत्यस्मिन् अकारः एव अत्र निमित्तमस्ति. अकारः एव अच् प्रत्याहारे अस्ति, अतः अकारः एव निमित्तमस्ति. यावत्पर्यन्तं निमित्तं न उपस्थितं तावत्पर्यन्तं यदि इत्यस्य इकारस्य स्थाने यकारः न भवति इति निमित्तमस्ति. अत्र अत्र निमित्तं सप्तमीविभक्तौ अस्ति. अचि अथवा कोऽपि विभक्तिनिमित्तं साधु वा? अस्तु, अत्र अस्मिन् उदाहरणे सप्तमीविभक्तौ अस्ति निमित्तं, कुत्रचित् पञ्चमीविभक्तौ अपि भवति निमित्तम्. अस्तु, तर्हि अत्र स्पष्टमस्ति वा सर्वेषां कृते? अस्तु, तर्हि अग्रे अत्र लता भगिनी पठतु. पठामि. पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते. नाम यत् पदं पञ्चमी विभक्तौ तत् पूर्वम् अस्ति अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं न भविष्यति. अत्र पञ्चमी विभक्ति विषये विवरणम् अस्ति. पूर्वं वयं सप्तमी विभक्तौ निमित्तम् अस्ति चेत् किं भवति इति अपश्यम्. अत्र पञ्चमी विभक्तौ अस्ति चेत् किं भविष्यति इति विवरणम् अस्ति. तदा परकार्यम् इति उच्यते. हा, सप्तमी विभक्तौ पूर्वकार्यं भवति. सप्तमी विभक्तिपदस्य पूर्वं किञ्चन परिवर्तनं भविष्यति. अत्र पञ्चमी विभक्तौ अस्ति चेत् तत्पदं पदस्य परकार्यं पदस्य अनन्तरं कार्यं भवति इति. नाम यत् पदं पञ्चमी विभक्तौ, कस्य पदं पञ्चमी विभक्ते अस्ति, तत् पूर्वम् अस्ति, तत् पदं पूर्वं स्थितः अपि च तत् कार्यस्य निमित्तं देनोस् तदा अपि तत् पञ्चमी विभक्तिपदः कारणं भवति. पूर्वे स्थितं पञ्चमी विभक्तिपदं कारणं भवति, निमित्तस्य अभावे कार्यं न भविष्यति. यदा पञ्चमी विभक्तिपदं नास्ति चेत् कार्यं न भविष्यति. सम्यक् सम्यक् समीचीनं भगिनि. अस्तु, कृपया म्यूट् करोतु. अग्रे हरीश् महोदय पठति वा? भगिनि प्रश्न भगिनि, अत्र यदि योगः अपि यद्यपि अचि अहम् इति जानामि अचि सप्तमी विभक्ति सूत्रे सूत्रस्य, किन्तु अत्र पदम् अस्ति अपि, अपि इति सप्तमी नास्ति भगिनि. न न, अपि सप्तमी नास्ति सूत्रे. सूत्रे अचि इति, अचि इत्युक्ते किम्? अत्र अचि इत्युक्ते अच् प्रत्याहारस्य सप्तमी विभक्तौ दत्तम्. न न, अत्र अत्र एकवारं वदतु, अच् अच् प्रत्याहारः, अच् प्रत्याहारे के के वर्णाः? सर्वे स्वराः भगिनि. हा, तर्हि अचि इत्युक्ते अचि इति पदं कस्यां विभक्तौ? अचि सप्तमी. सप्तमी अस्ति खलु, तर्हि अच् प्रत्याहारस्य वर्णः यदि अस्ति तर्हि अपि इत्यस्य अकारः अच् प्रत्याहारे अस्ति वा? आं भगिनि, अहम् अवगच्छामि, किञ्चित् भ्रम जात. अपि अपि न न, यद्यपि अपि इति सप्तमी विभक्तौ अस्ति तथापि अपि इत्यस्य विषयः नास्ति. अस्तु अस्तु, अपि इत्यस्य विषयः नास्ति अत्र. अपि इत्यस्य आदौ यः अकारः अस्ति सः अकारः अच् प्रत्याहारे अस्ति खलु, तर्हि तस्मात् पूर्वं कार्यं भवति. तर्हि अकारात् पूर्वं कार्यं भवति. कुत्र कार्यं भवति? इकारस्य यदि इत्यस्य अन्ते यः इकारः अस्ति तस्य स्थाने कार्यं भवति. यदि इत्यस्य इकारः, इकारः कीदृशवर्णः? इकारः इक् प्रत्याहारस्य. हा, इकारः इक् प्रत्याहारस्य वर्णः अस्ति, तदेव स्थानी अस्ति खलु. स्थानी अस्ति, तस्य स्थाने यण् आदेशः भवति. इकार यदि इत्यस्य इकारस्य स्थाने यण् आदेशः भवति कदा भवति? यदा परवर्णः अच् प्रत्याहारस्य वर्णः अस्ति. तथा अस्ति वा अत्र? आम्, अहम् इति शृणोमि, अहम् इति भ्रम जात. अपि अपि सप्तमी इति अहं अस्तु, धन्यवादः. हा, हरीश् महोदय. रषाभ्यां नोणस्समानपदे एकस्मिन् पदे पूर्वं रेफः अथवा षकारः अस्ति चेत् अपि च तस्मिन्नेव पदे परं नकारः अस्ति चेत् तर्हि नकारस्य स्थाने स्थाने णकारादेशः भवति. रः च षः च रषौ इतरेतरद्वन्द्वसमासः ताभ्यां रषाभ्यां. रषाभ्यां पञ्चम्यन्तं नः षष्ठ्यन्तं ऋणः प्रथमान्तम् इति. पुनः अत्र निमित्तविषये एव उक्तमस्ति. पूर्वस्मिन् उदाहरणे तत्र सप्तमीविभक्तिः आसीत्, अस्मिन् उदाहरणे तु पञ्चमीविभक्तिः इति उदाहरणं स्वीकृतमस्ति. रषाभ्यां नोणसमानपदे अत्र सूत्रस्य अर्थः एवं भवति, यदि कस्मिंश्चित् पदे रेफः अस्ति अथवा षकारः अस्ति, ताभ्यां रषाभ्यां पश्चात् यदि दन्त्यनकारः वर्तते चेत् दन्त्यनकारस्य स्थाने मूर्धन्यनकारस्य आदेशः भवति इत्येव सूत्रस्य अर्थः. अपि च तत् रषाभ्याम् इति समस्तं पदम्, इदं पदं कथं निष्पन्नं इत्युक्ते रेफः रः च मूर्धन्यषकारः षः च तयोः इतरेतरद्वन्द्वसमासः रषौ इति, ताभ्यां रषाभ्याम् इति पञ्चमी विभक्तिः द्विवचने अस्ति तत्र. रषाभ्यां पञ्चम्यन्तं नः षष्ठ्यन्तं णः प्रथमान्तम् इति. इदानीं तत्र उदाहरणं वर्तते राम इन रामेण इति. इदानीम् अस्मिन् पदे रेफः अस्ति आदौ, तस्मिन्नेव पदे दन्त्यनकारः अपि अस्ति, अनेन दन्त्यनकारस्य स्थाने मूर्धन्य णकारस्य आदेशः भवति, तदेव इदानीं रामेण इति पदं निष्पन्नं भवति. अत्र महोदय क्षम्यताम्, अत्र रामयोगः इन इति अस्ति, तत्र रषाभ्यां नोनः समानपदे इत्यस्य कार्यं भवति वा? राम इन एवं भवति, रामेण इति अस्ति खलु. हा हा, वस्तुतः अत्र रषाभ्याम् इत्युक्ते तत्र तस्य विभक्तिः का? पञ्चमी. पञ्चमी इत्युक्ते? पञ्चमी इत्युक्ते तस्मात् परं कार्यं भवति इति. इदानीं रेफः अस्ति, तस्मात् परम् एव कार्यं भवति. यदि रेफात् पश्चात् दन्त्यनकारः वर्तते चेत् तस्य नकारस्य स्थाने मूर्धन्यनकारस्य आदेशः भवति. परन्तु इदानीं रेफात् रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति वा? तत्र स्वराक्षरं स्वराक्षरमपि वर्तते, आकारः अस्ति तत्र. हा, अतः अत्र वस्तुतः रषाभ्यां नोणः समानपदे इत्यनेन कार्यं न भवति अत्र. अतः अत्र प्रदर्शनार्थं. हा, धन्यवादः महोदय, समीचीनमस्ति. अत्र अत्र विजयलक्ष्मी भगिनी. नमस्कारः भगिनी, अहं रामा बाय्. किञ्चित् प्राब्लम् आसीत् कम्प्यूटर् मध्ये अस्मि. अस्तु अस्तु, चिन्ता नास्ति भगिनी. हा, अनन्तरं वदतु, अनन्तरं वदतु. अत्र विजयलक्ष्मी भगिनी वदतु, अत्र सूत्रस्य अर्थः, सूत्रस्य अर्थः कः इति वदतु एकवारम्. रषाभ्यां नो नः समानपदे इति सूत्रस्य अर्थं वा? अत्र रकारः अनन्तरं षकारः द्वयोः वर्णयोः द्वन्द्वसमासः भवति, तत्कारणं रषौ इति भवति. तस्य ताभ्यां इत्युक्ते पञ्चम्यन्तं, सो रषाभ्याम् इति भवति. सो पञ्चम्यन्तस्य पदस्य परे यदि तद् पदे रकारः अथवा षकारः भवति तर्हि तद् रेफः अथवा षकारस्य परे यदि नकारः दन्त्यनकारः भवति तर्हि तद् नकारस्य मूर्धन्यनकारः आदेशः भवति समानपदे. यदि तत्र द्विपदस्य समासः भवति तर्हि तत्कारणात् न भवति, परन्तु समानपदे यदि रकारः भवति अथवा षकारः भवति तस्य तस्मात् परः यदि दन्तनकारः भवति तस्य नकारः मूर्धन्यनकारस्य आदेशः भवति. एतदेव अर्थः. बहु सम्यक् भगिनि. अत्र पञ्चम्यन्तम् इत्युक्ते अत्र तस्य अर्थः कः इति उक्तवती? पञ्चम्य अन्तम् इत्युक्ते तस्मात् परः कार्यं यदि रेफः षकारः पूर्वं भवति तस्य परः यदि नकारः भवति, दन्त्यनकारः भवति, तस्य नकारः आदेशः. अत्र मुख्यविषयः, समीचीनं भगिनि, अत्र मुख्यविषयः कः इति चेत् यस्य पञ्चमी, यस्य पञ्चमी अस्ति तस्य साक्षात् अनन्तरं मध्ये मध्ये किमपि व्यवधानं न भवेत्, साक्षात् अनन्तरम् इति अर्थः अस्ति. तर्हि रसाभ्याम् इत्युक्ते पञ्चमी अन्तम् इत्युक्ते तस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् दन्त्यनकारस्य स्थाने णकारादेशः भवति. तर्हि भगिनी अत्र रामयोगः इन इत्यस्मिन् उदाहरणे किम् अस्ति भगिनि? अत्र परन्तु अन्य एकक्षणं भगिनि, प्रश्नः वा? समानपदे निमित्तमेव न, समानपदे समानपदे इत्यस्मिन् विषये निमित्तं नास्ति. वितौट् मीन् दट् इस् मीन् समानपदे एव निमित्तमेव न. हा, निमित्तम् इति अपि स्वीकर्तुं शक्यते, वस्तुतः तस्मिन् विषये एव भवति इति अर्थः. अत्र समानपदे एतस्य फङ्क्षन् संहितायां तस्य फङ्क्षन् समानं वा? संहितायां विषये तथैव अत्र समानपदे इति. रामयोगः इन तत्र किं भवति? रामेण, रामेण, परन्तु अत्र रामेण अन्य कोऽपि सूत्रस्य भगिनि, किन्तु समानपदे संहितायां भिन्नं भिन्नं सूचयति खलु, अर्थसमानः नास्ति, अर्थसमानः नास्ति. तत्र संहितायां विषये यत्र सन्धिसामीप्यम् अस्ति तत्र सन्धिकार्यं भवति इति तत्र वदति इकोयणचि इति. अत्र समानपदे इत्युक्ते एकस्मिन् एव पदे कार्यं भवति इति अर्थः. भिन्नं भिन्नं पदम् अस्ति चेत् तत्र कार्यं न भवति, एतेन सूत्रेण कार्यं न भवति. भगिनी, रसाभ्यां शब्दः पञ्चमी विभक्ते विभक्तौ अस्ति. उदाहरणार्थं राम प्लस् इन रामेण तत्र रेफः अस्ति, अतः न भवति. परन्तु अत्र रामेण किमपि पञ्चमी विभक्ति न दृश्यते. न, न, सूत्रे एव पञ्चमी विभक्ति भवति भगिनि, उदाहरणे नास्ति. उदाहरणे पञ्चमी नास्ति, सूत्रे. भगिनी भवत्याः दूरवाण्यां प्रतिध्वनिः अस्ति भगिनि, पश्यतु किमर्थं भवत्याः दूरवाण्यां प्रतिध्वनिः अस्ति इति. अत्र अत्र सूत्रे एव पञ्चमी सप्तमी सर्वं भवति, उदाहरणे नास्ति. यस्य पञ्चमी विभक्तिः अस्ति इत्युक्ते रसाभ्याम् इत्युक्ते रेपः इति वर्णः अस्ति, रेपः इति वर्णः अस्ति चेत् तस्य अनन्तरं कार्यं भवति इति अर्थः. सूत्रं तदेव सूचयति, सूत्रं प्रत्येकस्मिन् उदाहरणे कथं कार्यं भवति इति सारांशरूपेण वदति. तदनन्तरं वयं सूत्रस्य प्रयोगं कृत्वा उदाहरणे पश्यामः कुत्र रेपः अस्ति. रेपः एव पञ्चमी विभक्तौ अस्ति, तर्हि तस्य अनन्तरं कार्यं भवति इति अवगच्छामः सूत्रं दृष्ट्वा. हा हा, अवगतं भगिनि. इको एनर्जि एक्साम्पल् आल्सो सूत्रे अचीपदं सप्तमी विभक्ति अस्ति, परन्तु यदि अपि देर् इस् नो सप्तमी विभक्ति, वि आर् अप्लैङ्ग् दट् सूत्र ओन्ली. सत्यं सत्यं सत्यं सत्यम्. अवगतम् अवगतं भगिनि. भवती भवती संस्कृतेन सम्यक्तया वक्तुं शक्नोति, अतः संस्कृतेन एव वदतु, आङ्ग्लभाषा मास्तु. अस्तु, शीघ्रं शीघ्रं नास्ति, मन्दं मन्दं वदतु, चिन्ता नास्ति, मन्दं मन्दं वदतु, संस्कृतेन एव वदतु, प्रयत्नं करोतु. अस्तु, भवती तु वक्तुं शक्नोति. अस्तु अस्तु भगिनि, प्रयत्नं करोमि. अस्तु अस्तु, तर्हि अग्रे अत्र वेङ्कटरामन् महोदय, अत्र रामयोगः इन इति उदाहरणे किम् अस्ति इति पुनः वर वदतु. Thank you. आं भगिनि रामयोगः इन रामेण ऋषाभ्यां नो नः समानपदे रामेण इति रूपं निष्पन्नं भवति तत्र किं करणीयं भगिनि हा अत्र अत्र रसाभ्यां नोणः समानपदे इत्यस्य कार्यं भवति वा इति वदतु तत्र रसाभ्यां नोणः रेफात् अनन्तरं वा षकार मूर्धन्य षकारात् रेफस्य अनन्तरं वा मूर्धन्य षकारस्य अनन्तरं वा दन्त्यनकारः अस्ति चेत् तस्य स्थाने मूर्धन्यनकारः आदेशः भवति इति रसाभ्यां नो नः समानपदे इति सूत्रं सूत्रेण वयम् अवगच्छामः तत्र रामेण इति तत्र एतत् सूत्रं कार्यं न करोति भगिनि अत्र प्रथमतया वदतु अत्र समानपदम् अस्ति वा समानपदं नास्ति पदद्वयं पदद्वयम् अस्ति समानपद रामः इति एकं पदम् इन इति अन्यं पदम् न न अत्र पश्यतु रामेण इति रामेण इति पदस्य विभक्तिः का रामेण इति पदस्य विभक्तिः तृतीया तृतीया एकवचनं हा रामेण इति एकं पदम् अस्ति वा रामेण एकं पदम् अस्ति हा अत्र रामयोगः इन इति राम इति प्रातिपदिकम् अस्ति राम इति प्रातिपदिकात् इन इति प्रत्ययः अत्र सुप्रत्ययः अस्ति अतः एकस्मिन् एकं पदमेव समानपदमेव अत्र प्रक्रियाकाले कथं भवति इति प्रदर्शितमस्ति प्रक्रियाकाले अत्र प्रातिपदिकं स्वीकृत्य प्रत्ययं योजयामः तदेव अत्र प्रदर्शितमस्ति राम इति प्रातिपदिकात् इन इति प्रत्ययं योजयामः तर्हि अत्र रसाभ्यां नोणः समानपदे इदानीं समानपदम् अस्ति समानपदमस्ति तर्हि समानपदमस्ति पाणिना पूर्वस्मिन् उदाहरणे पदं पदस्य संयोगेन संयोगेन कथम् एतत् सप्तमीविभक्त्याम् एतत् परिवर्तनं भवति इति सूचितवन्तः अनन्तरम् अत्र इन इति प्रत्याहारं योजयित्वा कथं भविष्यति इति तत्र सूचितमस्ति इति अहम् अवगच्छामि हा समीचीनं इदानीम् अत्र समानपदम् अस्ति इदानीं निमित्तम् अस्ति वा हा निमित्तमस्ति रेपात् अनन्तरं नकारः अस्ति किल हा रेपः अस्ति रेपात् अनन्तरं नकारः अपि अस्ति हा तर्हि हा तर्हि इदानीम् अत्र णत्वं भवति वा निश्चयेन भवति मूर्धन्य नकारः निश्चयेन भवति हा एतेन सूत्रेण भवति वा एतेन सूत्रेण न अट्कुप्वाङ्ग्यानुं विवाये अपि इति सूत्रेण तेन सूत्रेण एतद् कार्यं भविष्यति हा किमर्थं रसाभ्यां नूनः समानपदे इत्यनेन कार्यं न भवति अहं न अवगच्छामि न सम्यक्तया उक्तवान् सम्यक्तया भवान् उक्तवान् अत्र रसाभ्यां नूनः समानपदे इत्यस्य कार्यं न भवति इति सम्यक्तया उक्तवान् किमर्थं न भवति कार्यम् अवगच्छति न अवगच्छामि कृपया वदतु भगिनि हा अस्तु अस्तु अस्तु तर्हि पश्यतु यत् सर्वं भवान् उक्तवान् तत्सर्वं सम्यक् एव समानपदम् अस्ति रेपः अस्ति पूर्वम् अनन्तरं दन्त्यनकारः अपि अस्ति परन्तु अत्र वार्ता का इति चेत् रेपस्य साक्षात् अनन्तरं दन्त्यनकारः भवेत् तदेव सूत्रं सूचयति खलु रसाभ्याम् इति पञ्चम्यन्तम् अस्ति इत्युक्ते परकार्यं तस्य साक्षात् अनन्तरं कार्यं भवति परन्तु अस्माकम् उदाहरणे अत्र रामयोगः इन रेपः अस्ति, परन्तु मध्ये मध्ये के के वर्णाः सन्ति महोदय? वेङ्कटरामन् महोदय, रेपस्य अनन्तरं के के वर्णाः? रेपस्य अनन्तरं मकारः एकारः, हा आकारः अपि अस्ति खलु, रेपस्य अनन्तरम् आकारः मकारः एकारः, हा इत्युक्ते मध्ये एते वर्णाः सन्ति, अतः रेपस्य साक्षात् अनन्तरं नकारः नास्ति, मध्ये एते वर्णाः व्यवधानम् अस्ति, अस्तु अतः अतः रसाभ्यां नूनः समानपदे इत्यस्य कार्यं न भवति, अस्तु अस्तु एकनिमिषं भगिनि, तत्र नक्त्वस्य विषये नक्त्वसूत्रस्य कार्यस्य विषये एकम् एकः सन्देहः अस्ति, एतत् अहं प्रष्टुम् अर्हः भवति वा? उदाहरणमस्ति वा किमपि? अस्ति, हा रसाभ्यां नूनः समानपदे इत्यस्मिन् विषये अस्ति चेत् पृच्छतु, एतस्मिन् विषये अपि बहुकालात् एषः सन्देहः मनसि निधाय अहं इदानीं वदामि, इदानीं पृच्छामि, समानपदे इति अत्र अस्ति किल, समानपदे तत् अन्यत् भिन्नः अस्ति समस्तपदं किल? सत्यं, रामायणम् इति समस्तपदम् अस्ति किल, रामस्य अयनं, सत्यं, परन्तु समस्तपदे अपि रेफात् अनन्तरं मूर्धन्यनकारः कथं भवति? हा तत्र भिन्नसूत्रमस्ति महोदय, भिन्नसूत्रमस्ति, तत्र संज्ञापदमस्ति, रामायणमिति संज्ञापदमस्ति, संज्ञापदे संज्ञापदे अपि नत्वं भवति भिन्नसूत्रेण, यतोहि अत्र नत्वस्य विषये नवत्रिंशत् सूत्राणि सन्ति नत्वस्य विषये, तर्हि समानपदे समानपदे अस्ति चेत् एतेन सूत्रेण भवति, समस्तपदमस्ति चेत् भिन्नसूत्रेण भवति, संज्ञापदमस्ति चेत् भिन्नसूत्रेण भवति, कृदन्तपदमस्ति चेत् भिन्नसूत्रेण भवति, अतः तत्र नवत्रिंशत् सूत्राणि सन्ति, अतः रामायणम् इत्यस्य इत्यस्मिन् पदे यद्यपि समस्तपदमस्ति तथापि तत्र णत्वं भवति भिन्नसूत्रेण। बहु धन्यवादः भगिनि। भगिनि मम एकः क्लेशः अस्ति भगिनि, सुबन्तं वा दिगन्तं वा एव पदं, रातिपदं पदं न, समानपदे अस्ति चेत् रामः योग इन रसाभ्यां नूनः इदानीं न अर्हति गन्तुम् अर्हति न, परन्तु प्रातिपदिकं पूर्वम् अस्ति चेत् कथं पदम् अस्ति समानपदं किमर्थम्? हा प्रातिपदिकं प्रातिपदिकस्य अनन्तरम् अत्र इन इति अस्ति खलु, इन इति सुप्रत्ययः अस्ति, इदानीं रामेण रामेण इति पदम् अस्ति, एकं पदं रामेण, यतोहि यत्र सुप्रत्ययं योजयामः तर्हि सुबन्तं भवति, यस्य अन्ते सुप्रत्ययः, क्लेशः पूर्वं पदम् अस्ति अस्ति वा न वा दृश्यमेव, परं योजनकाले परम् अस्ति चेत् पदं वा न वा द्रष्टव्यं वा न, इदानीम् इन इति प्रत्ययं योजयामः चेदेव पदम् अभवत्, यदि रामः इति प्रातिपद राम इति प्रातिपदिकात् इन इति प्रत्ययं योजयामः चेत् तस्मिन् सन्दर्भे एव पदम् अभवत्, पदम् इदानीं रामेण इति पदम् अस्ति, योजनकालानन्तरम् एव पदं वा न वा द्रष्टव्यं, हा योजनेन योजनेन एव पदम्, इदानीं रामेण इति अत्र प्लस् इति सैन् अस्ति अस्माकं स्पष्टीकरणार्थं, वस्तुतः अत्र प्लस् किमपि नास्ति, पूर्वकाले तु प्लस् किमपि नासीत्, अतः रामयोगः इन रामेण इति पदम् अस्ति, यदा हि प्रत्ययः विधीयते तस्मिन् काले एव पदं जातम्, अस्तु भगिनि कथं जानीमः रसाभ्यां नोण साक्षात् एव? हा कथं जानीमः इति चेत् अत्र अन्य परिभाषासूत्रमस्ति भगिनि, अन्यत् सूत्रमस्ति, तस्मात् इति उत्तरस्य इति एकं परिभाषासूत्रमस्ति. तस्मात् इति उत्तरस्य पञ्चमीविभक्तिः इत्यस्य अर्थः वयम् इदानीं दृष्टवन्तः परकार्यम् इति. परकार्यम् इति कथं जानीमः इति चेत् तस्य कृते एकं सूत्रमस्ति. तस्मात् इति उत्तरस्य इति एकं सूत्रमस्ति. तर्हि तस्मात् पञ्चमीविभक्तिः अस्ति चेत् सूत्रे तस्मात् परं कार्यं भवति इति अर्थः. अतः रसाभ्याम् इति पञ्चसूत्रं वा परिभाषासूत्रम् अग्रे गत्वा तदपि पठिष्यामः. तस्मात् इति उत्तरस्य इति परिभाषासूत्रं. तस्मात् पञ्चम्यन्तम् अस्ति चेत् तस्य उत्तरस्य उत्तरं कार्यं भवति, साक्षात् परं कार्यं भवति इति अर्थः. तदनन्तरं भगिनी किमर्थम् इति उदाहरणं दत्तं रामेण उदाहरणं? सम्यक् प्रश्नः. इदानीम् अत्र अन्यत् उदाहरणं स्वीकुर्मः. पूर्ण इति उदाहरणं स्वीकुर्मः. अस्तु ओके. पूर्ण इति उदाहरणं स्वीकुर्मः. पूर्ण इति उदाहरणे अत्र रमाबाई भगिनी अस्मि भगिनि. हा वदतु. पूर्ण इति उदाहरणे नत्वं कथं भवति इति वदतु. पूरण रेफः अस्ति रसाभ्यां नो नः समानपदे इति सूत्रम् अस्ति. समानपदं पूर्ण एतत् समानपदमेव. रकार रेफानन्तरं नकारः दन्त्यनकारः भवति. अतः दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आदेशः भवति रसाभ्यां नो नः समानपदे इति सूत्रेण. अत्र एकं पदमस्ति वा समानपदमस्ति वा? पूरणसमानपदमेव. पूरण सत्यं सत्यं सत्यं तदेव पृच्छामि. समानपदमेव अस्ति. तर्हि अत्र निमित्तं किम्? निमित्तं रेफः. हा रेपः एव निमित्तम् अस्ति. तस्य अनन्तरं कः वर्णः? रेफः अनन्तरं नकारः दन्त्यनकारः रेफः वा शकारः वा तदनन्तरं दन्त्यनकारः अस्ति चेत् तत्र मूर्धन्यनकारस्य आदेशः भवति. केन सूत्रेण? रसाभ्यां नो नः समानपदे. हा सम्यक् समीचीनम्. एतद् उदाहरणं सर्वेषां कृते स्पष्टमस्ति वा? पूर्ण इति उदाहरणम् अत्र रसाभ्यां नो नः समानपदे इत्यस्य उदाहरणमस्ति पूर्ण. भगिनी कृष्ण षण्मुख च पदौ अपि रसाभ्यां नो नः समानपदे. एक्साम्पल् नकारस्य साक्षात् पूर्वं शकारः अस्ति अतः परं परिवर्तनं भवति. न अधिकं न धन्यवादः. भगिनि भगिनि अत्र पूर्ण पदम् अस्ति किन्तु पूर्णपदस् इति पदं निष्पन्नात् पूर्वं पूर्ण अस्ति भगिनि. दन्त्यनकारः एव अस्ति. पूर्ण इति दन्त्यनकारः अस्ति. तस्य स्थाने मूर्धन्य णकारादेशः भवति एतेन सूत्रेण. अस्तु धन्यवादः भगिनि. अस्तु तर्हि अग्रे पाण्डे महोदय पठितुम् इच्छति वा? इदं स्वरूप महोदयस्य कृपया इदं मम प्रथमा कक्षा अस्ति. पूर्वं नः पठितवान् अस्मि किन्तु अत्र मात्र पठनं अहं कर्तुं शक्नोमि. अस्तु अस्तु तर्हि पठतु. अन्य कोऽपि वदति. अत्र रसाभ्यामिदं कृतवान् न अहं देव. अत्र रामस्य रेफा पूर्वं नास्ति चेत् नकारस्य स्थाने णकारादेशः भविष्यति किम्? नैव अतः सः रेफः कार्यस्य निमित्तं कार्यात् पूर्वं रेफः षकारः च नास्ति चेत् कार्यं न नकारः णकारः न भवति. देवयोगः इन् भवति देवेन. अत्र देवशब्दे रेफः नास्ति, अत्र देवशब्दे रेफा नास्ति. सम्यक्. अस्यां दशायां नकारस्य स्थाने णकारः भवति वा न भवति किल्? निमित्तस्य अभावे देवेन यथावत् तिष्ठति. इदं सूत्रं पूर्णम् अस्ति. अवगतं वा? प्रथमाकक्षा अस्ति न, पूर्वस्य पाठानाम अहं करिष्यामि. सम्यक्, धन्यवादः. धन्यवादः. कृपया करोतु महोदय, म्यूट् करोतु. अस्तु, रमा भगिनी वदति वा? आम्, देव योगः इन पूर्वस्मिन् वाक्यमपि वदतु. हा, अत्र रामस्य रेपः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारदेशः भविष्यति किम्? यदि रेपः नास्ति तदा नकारादेशः न भविष्यति. अत्र रामेण पदम् अस्ति, तत्र रेपः अस्ति, अतः नत्वं भवति. कार्यात् पूर्वं रेपः शकारः नास्ति चेत् कार्यं न भवति. उदाहरणं देवयोगः इन देवेन. अत्र रेपः शकारः च नास्ति, अतः नकारः दन्त्यनकारस्थाने मूर्धन्यनकारः न भवति. अस्तु, समीचीनं. तत्र निमित्तमेव नास्ति खलु, निमित्तमेव नास्ति. देवयोगः इन इति पदे निमित्तं नास्ति, रेपः निमित्तं नास्ति. सत्यं सत्यं, निमित्तं नास्ति. निमित्तं नास्ति, कारणं नास्ति चेत् कार्यं न भवति. समीचीनं. प्रश्न भगिनि, सूत्रे कथं जानीमः कः विषये कः निमित्तम्? अत्र समानपदे कथं जानीमः इति निमित्तं नास्ति, किन्तु केवलविषये अस्ति. हा, अत्र व्याकरणे विषये इतोपि अभ्यासः यदा भवति भगिनि, तस्मिन् सन्दर्भे ज्ञातुं शक्नुमः. यदि वयं न जानीमः, वयं तु नूतनतया पठामः खलु, अतः इदानीं किञ्चित् क्लेशः अस्ति कथं जानीमः इति. तर्हि वयं किं कुर्मः, तत्र व्याख्यानं दृष्ट्वा अवगच्छामः. ओ अस्तु, अत्र समानपदे इति निमित्तं नास्ति, अत्र तस्मिन् विषये अस्ति इति अवगच्छामः. इतोपि अग्रे अभ्यासं करोति चेत् तत्र अग्रे भवती अपि ज्ञातुं शक्नोति, ओ अस्तु, तत्र समानपदे निमित्तं न भवितुम् अर्हति, अत्र विषये अस्ति इति, तथा भवती अपि ज्ञातुं शक्नोति अभ्यासेन. धन्यवादः. अस्तु, तर्हि अत्र अग्रे विनयशर्मा महोदय पठति वा? अस्तु, तर्हि राधिका भगिनी पठतु. अस्तु भगिनि, अट् कुप् वाङ् वाङ् नुं व्यवायोऽपि इत्यनेन रेप नाकार. पुनः पठतु भगिनि सूत्रम्. अस्तु, अट् कुप् वाङ् नुं व्यवायोऽपि व्यवाये अपि व्यवायेऽपि अस्तु, पुनः पठामि. अट् कुप् वाङ् नुं व्यवायेऽपि अस्तु इत्यनेन रेफनकारयोः मध्ये स्वराः सन्ति चेदपि नत्वं भवति. अट् प्रत्याहारे ये वर्णाः कवर्गीयाः वर्णाः पवर्गीयाः वर्णाः आ इति उपसर्गाः अनुस्वारः रेफ नकारयोः मध्ये एते सन्ति चेदपि नत्वं भवति इति अस्ति. अस्तु, सो अत्र सूत्रस्य पदच्छेदनं कुर्मः चेत् अट् कुप् इति अस्ति, अट् इति प्रत्याहारः, कुप् इति अत्र कुपु इति अस्ति. अत्र कवर्गः पवर्गः इति, अपि च आ इति उपसर्गः अपि अस्ति खलु, अनुस्वारः अपि अस्ति. सो एते सन्ति, एते वर्णाः सन्ति चेत् अपि नकारः भवति इति दत्तमस्ति. तर्हि अत्र कु इत्युक्ते, कु इत्युक्ते किं, कु इत्युक्ते कवर्गः, क ख ग ग ङ, पु इत्युक्ते प फ भ भ म, अपि च अतः किम् अत्र दत्तम् अस्ति इत्युक्ते रेफस्य अनन्तरं षकारस्य अथवा ऋकारस्य अनन्तरम् एते वर्णाः मध्ये अस्ति चेत् अनन्तरं मध्ये सन्ति चेत् अनन्तरं दन्त्यनकारः अस्ति चेत् अपि नकारस्य णकारः भवति इति. सत्यं सत्यम्. अट् प्रत्याहारे के के वर्णाः, अ इ अहं दृष्ट्वा वदामि. हा हा वदतु. क्षम्यता. हा चिन्ता नास्ति. कुत्र इति पश्यामि एकनिमिषं. हयवरट्. अस्तु अस्तु, क्षम्यतां भगिनि, न जानामि. अस्तु अस्तु, चिन्ता नास्ति. अस्तु, अस्तु अस्तु भगिनि. सर्वे स्वराः अपि च हयव, हयवर, हयवर. अस्तु, सर्वे स्वराः हयवर इति एते वर्णाः अट् प्रत्याहारे. हा समीचीनं भगिनि, सम्यक् अस्ति. तर्हि अत्र अत्र कः वदति, सुमन् भगिनि, सुमन् भगिनि. नुम् इत्युक्ते अनुस्वारः वा भगिनि? नुम् इत्युक्ते अनुस्वारः एव, सत्यम्. सुमन् भगिनि, अत्र अट्कुप् अट्कुप्वाङ् नुम् व्यवायेपि इति सूत्रं, तत् सूत्रम् एव पश्यति चेत् अर्थस्य बोधः भवति वा? न. तर्हि तत्र किम् आवश्यकम्? अन्य अन्ये अन्यानि पदानि आवश्यकम् अनुवृत्तिरूपेण. कानि तानि? नो नः समानपदे. नो नः समानपदे तावदेव पर्याप्तं वा? अत्र निमित्तं किम्? रसाभ्यां, क्षम्यताम्. तर्हि सम्पूर्णसूत्रस्य सर्वाणि पदानि आवश्यकानि खलु? ओ अस्तु. रसाभ्यां नोणः समानपदे इत्यस्मात् सम्पूर्णतया अनुवृत्तिः भवति अट्कुप्वाङ् नुं व्यवाये अपि. इदानीं रसाभ्यां नोणः समानपदे अपि विधिसूत्रमस्ति, तेन किमपि कार्यं विधीयते. अट्कुप्वाङ् नुं व्यवाये अपि विधिसूत्रमस्ति. तर्हि रसाभ्यां नोणः समानपदे इत्यस्मात् सूत्रात् रसाभ्यां नो नः समानपदे सर्वाणि पदानि अनुवृत्तानि. अतः इदानीम् अट्कुप्पाङ्ग् नुम् व्यवाये अपि इत्यस्य अनुवृत्तिसहितसूत्रं किम् रसाभ्यां नो नः समानपदे अट्कुप्वाङ् नुम् अव्यवायते अव्यवायपि. हा बहु सम्यक्. सर्वेषां कृते स्पष्टमस्ति वा कथमस्ति इदानीम् अनुवृत्तिसहितसूत्रं? केवलं सूत्रमेव पश्यति चेत् अट्कुप्वाङ् नुम् व्यवाये अपि इत्यनेन किमपि न अवगच्छामः. अत्र अत्र सूत्रं वदति अट्प्रत्याहारस्य वर्णः कु इत्युक्ते कवर्गीयवर्णः, कु इति सङ्क्षेपः अस्ति, कु इत्युक्ते कवर्गीयवर्णः, पू इत्युक्ते पवर्गीयवर्णः. अत्र पू इत्यस्य अनन्तरम् आङ् इति अस्ति, तत्र यण् सन्धिः भवति. पू उकारस्य स्थाने वकारादेशः, तर्हि पू इत्युक्ते पवर्गीयवर्णः, आङ् इति उपसर्गः, नुम् इति अनुस्वारः. एते वर्णाः मध्ये सन्ति चेत् कार्यं भवति. कीदृशकार्यं? किमपि न उक्तं सूत्रे. अतः रसाभ्यां नोणः समानपदे इत्यस्मात् सूत्रात् सम्पूर्णतया अनुवृत्तिः. तर्हि इदानीम् अनुवृत्तिसहितसूत्रमस्ति यथा भगिनी उक्तवती, रसाभ्यां नोणः समानपदे अट्कुप्वाङ् नुं व्यवाये अपि इति सम्पूर्णतया सूत्रम्. तर्हि सूत्रस्य अर्थः भवति रसाभ्याम् इति निमित्तमस्ति, रेपः अथवा शकारः अस्ति चेत्. तदनन्तरं मध्ये एते वर्णाः, मध्ये अट्प्रत्याहारस्य वर्णः भवतु अथवा कवर्गीयवर्णः भवतु, पवर्गीय कश्चन वर्णः भवतु, अथवा आङ् इति उपसर्गः भवतु, अथवा अनुस्वारः भवतु, तदनन्तरं दन्त्यनकारः अस्ति चेत् दन्त्यनकारस्य णकारादेशः, मूर्धन्यणकारादेशः भवति समानपदे, एकस्मिन्नेव पदे इति अस्ति. अस्तु भगिनी, इदानीं रामयोगः इन रामेण, तत्र कथं भवति कार्यम्? अस्तु, तत्र रकारस्य अनन्तरम् आकार अस्ति, तत्तु अट् प्रत्याहारे अस्ति, स्वरः अस्ति. अनन्तरं मकार अस्ति, तदपि अलौड् अस्ति. पू अस्ति, पवर्गीय व्यञ्जनम् अस्ति. अनन्तरं ई नो चेत् ए किमपि स्वीकरोतु, तदपि स्वरः इत्युक्ते अच्वर्णः अट्व प्रत्याहारे अस्ति. अनन्तरं नकारः स्वीकरोतु, रामेण स्वीकरोतु. एकार अपि अच्वर्ण. सत्यं सत्यं. भगिनी एकः सन्देहः अस्ति, आ उपसर्ग इति कथं जानीमः? आ इति उपसर्गः इति अत्र वस्तुतः द्वाविंशति उपसर्गाः सन्ति खलु, द्वाविंशति उपसर्गाः प्रादयः इति वदामः, तेषु आ इति अपि अन्यतमः. न अत्र अत्र सूत्रम् आ उपसर्ग इति कथं जानीमः? आङ् इति अस्ति खलु, आङ् अट्कुप्वाङ् आङ् इति उपसर्गः अस्ति. वस्तुतः तत्र इत्संज्ञा अपि अस्ति आङ्, तत्र घकारस्य इत्संज्ञा भूत्वा आ इति अवशिष्यते. ओ अत्र आ तु परन्तु अट् न अट् इति न आङ् अट् कुप् आङ् इति अस्ति खलु, न परन्तु रामस्य आ अत्र आङ् नास्ति. सत्यं, रामेण इत्यस्मिन् आकारः केवलं स्वरवर्णः अस्ति, उपसर्गः नास्ति. आभारतं तथा सत्यम्, अत्र तु नास्ति. रामेण इत्यस्मिन् उदाहरणे उपसर्गः नास्ति, केवलं स्वरवर्णः आकारः अस्ति. परन्तु सूत्रे अट्कुप्वाङ् इति अस्ति, आङ् इति उपसर्गः अस्ति. भगिनी द्वितीय विभक्तौ बहुवचने, परन्तु र अस्ति, नकारस्य नकार न भवति. कुत्र? रामान् इति वा? रामान्, रामान् इति न भवति. किमर्थं न भवति जानाति वा? पदान्ते अकारः नास्ति, तदपि किमपि परिभाषासूत्रं वा? न न तत्र तत्र सूत्रमेव अस्ति, नत्वस्य सूत्रमस्ति. अहं तु न जानामि. हा, पदान्ते अस्ति चेत् नत्वं न भवति इति सूत्रमस्ति, पदान्तस्य इति सूत्रम्. अत्र रसाभ्यां नोनः समानपदे पूर्णसूत्रम् अनुवृत्ति भवति, तत् तद् अधिकारसूत्रं न. अधिकारसूत्रं नास्ति, रसाभ्यां नोनः इति विधिसूत्रमस्ति खलु. हा, विधिसूत्रं. सो अत्र अनुवृत्ति इति एव पदम् उपयोगं करणीयं. सत्यम्, अनुवृत्तिः एव. यथा भवती उक्तवती रामेण, रामेण इत्यस्मिन् उदाहरणे नत्वं भवति अट्कुप्वाङ् नुं व्यवाये अपि इति सूत्रेण. परन्तु रामान् इति पदमस्ति द्वितीयविभक्तौ बहुवचने, रामान् तत्र नत्वं न भवति. यतोहि यद्यपि अट्कुप्वाङ् नुं व्यवाये अपि इत्यस्य प्रसक्तिः अस्ति, परन्तु अन्यत् सूत्रमस्ति पदान्तस्य, तेन सूत्रेण नत्वं न भवति, नत्वं बाधितमस्ति. पदान् रामान् रामे न आल्सो न अन्त्ये भवति. न न न न न न एकक्षणम् एकक्षणं, रामेण इत्यस्य अन्त्ये कः वर्णः? रामे न इस् द अन्त्य न अन्त्ये कः वर्णः? अन्त्ये कः वर्णः? ओ ओके, हा हा, न प्लस् अ देर् रामन् न ओन्लि व्यञ्जन. अस्तु, तर्हि अत्र अग्रे ललिता भगिनी पठति वा? भगिनी अट्कुप्वाङ् इति सूत्रस्य व्यवाये इति किं? व्यवाये इत्युक्ते व्यवधानं, मध्ये व्यवधानं इत्युक्ते मध्ये अस्ति चेत् व्यवधानं, व्यवाये इत्युक्ते व्यवधानं, इन् द मिडल् मध्ये अस्ति चेत् अपि. अत्र भवती अवगतवती वा रामयोगः इन इति उदाहरणं कथं कार्यं भवति इति? आं भगिनि. अस्तु अस्तु, तर्हि अत्र अग्रे ललिता भगिनी पठति वा? हा पठति. तृतीया विभक्तौ अस्ति, तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते. योगः इत्युक्ते सम्बन्धः, सम्बन्धः इत्यनेन निमित्तं पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. अतः सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्तयामः. नाम पूर्वकार्यमपि अर्हति, परकार्यमपि अर्हति. अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं, तस्य अभावे कार्यं न भविष्यति. वदतु. तृतीयाविभक्तौ सूत्रे तृतीयाविभक्तौ अस्ति चेत् संयोजनं भवति, संयोजनं भवति. पूर्वम् अपि भवितुमर्हति, परमपि भवितुमर्हति मेलनं. कार्यस्य कारणं, तस्य अभावे कार्यं न भविष्यति. न अत्र अत्र अत्र प्रथमवाक्यं किं वदति? तदा योगः इति उच्यते, तृतीयाविभक्त्यौ अस्ति तदा योगः इति उच्यते. योगः इत्युक्ते? योगः इत्युक्ते मेलनं, सम्बन्धः. हा, सम्बन्धः. हा, तर्हि तदेव निमित्तम् अस्ति खलु? तदेव निमित्तं. निमित्तं कुत्र भवति अत्र? परमपि भवति, पूर्वमपि भवितुम् अर्हति. हा, इत्युक्ते अत्र सप्तमी विभक्तिः अपि च पञ्चमी विभक्तिः द्वयोः मेलनम् इति चिन्तयामः खलु? सप्तमी. अत्र यत्र तृतीया विभक्तिः भवति तत्र कार्यं पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. भवितुमर्हति. सप्तम्यविभक्त्यौ कार्यं परं भवति, पूर्वं भवति. पञ्चम्यान्तौ परं भवति. तृतीयान्तौ पूर्वमपि भवति, परमपि भवति. अत्र तृतीयविभक्तिः एव अत्र निमित्तम् अस्ति खलु तृतीयाविभक्ति एव निमित्तम् अस्ति तृतीयविभक्त्यन्तं पदं नास्ति तृतीयविभक्तौ अस्ति तत् पदं निमित्तम् अस्ति समीचीनम् अस्तु कोऽपि प्रश्नः वा उदाहरणं पश्यामः इदानीं शीतल् भगिनी पठति वा शीतल् भगिनी अस्तु उमा भगिनी पठितुमिच्छति वा उमा भगिनी स्टार् सिक्स् नोदयतु उमा भगिनी अस्तु रमा भगिनी पठतु रमा शिवरामन् भगिनी रमाबाय रमा शिवरामन् भगिनी पठतु एकनिमिषम् स्तोः शुना श्चुः सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गो स्तः योगः सम्बन्धः इत्यनेन निमित्तं शकारः चवर्गः च पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति स्तोः षष्ट्यन्तं शुना तृतीयान्तं शुः प्रथमान्तम् अत्र एतत् सूत्रं शुत्वसन्धिसम्बन्धः अस्ति अतः सकार अथवा तवर्गः अक्षरम् अस्ति चेत् शकारचवर्ग वर्णस्य योगे शकारचवर्ग स्तः कार्यं भवति शकारचवर्गः सकारतवर्ग शकारचवर्गयोगे योजनेन शकारचवर्गः भवति इदानीमपि स्थानेनन्तरतमः परिभाषासूत्रमपि आगतवती वा पश्यामः अत्र स्तोः पश्यामः भगिनि स्तोः शुनाशुः अत्र प्रत्येकं पदस्य विभक्तिः का हा स्तोः षष्टिविभक्ति अतः स्थाने भवति शुना तृतीयान्तं शुः प्रथमः शुः कार्यं भवति शुना तृतीयविभक्ति अस्ति चेत् अतः पूर्वं या परकार्यं द्वौ अपि भवति भवितुं शक्नोति स्तोः इति तत्र स्तोः इत्यस्य अर्थः कः सकारः तवर्गः द्वौ अपि स्तोः इति कथम् आगच्छति षष्टिविभक्तिना अतः स्थाने स्थाने भवति प्रातिपदिकं किं स्तु सकार तु तु अथवा तु अर्थः तवर्गः सत्यं बहु सम्यक् स्तु इति प्रातिपदिकम् अस्ति सकारतवर्गः तु इत्युक्ते तवर्गीयवर्णाः स्तु इति प्रातिपदिकं तस्य षष्ट्यन्तम् अस्ति स्तोः इति षष्ट्यन्तम् इदानीं शुना इत्यस्य शुना इत्युक्ते इदानीम् अत्रापि शकारः चु चवर्गः द्वोपि प्रातिपदिकं शुना इति तृतीया विभक्ति सत्यं तृतीयाविभक्तिः सम्यक्। तृतीयाविभक्तिः इत्युक्ते अत्र सम्बन्धः संयोजनम् इति अर्थः, संयोजनं पूर्व या परं। सत्यं सत्यं। स्युः इति स्युः, स्युः कार्यं, स्युः प्रथमाविभक्ति, स्चु प्रातिपदिकं, स्चुः प्रथमाविभक्ति। सम्यक् सम्यक्। स्चु इत्युक्ते अत्र प्रथमाविभक्तिः इत्युक्ते अत्र शकारः, शकार चका चवर्गः। सत्यं सत्यं। प्रथमाविभक्तिः इत्युक्ते तस्य अर्थः कः? कार्यं भवति प्रथमाविभक्तिः अस्ति चेत्। आदेशः इति अर्थः खलु? आदेशः, आदेशः। हा सत्यं, समीचीनम्। तर्हि सूत्रस्य अर्थः अस्ति सकारः अथवा तवर्गीयवर्णः अस्ति चेत्, कश्चन तवर्गीयवर्णः अस्ति चेत् तस्य योगे तालव्यशकारः अथवा चवर्गीयवर्णः अस्ति, पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति, तदा सकारस्य स्थाने तालव्यशकारः, तवर्गीयवर्णस्य स्थाने चवर्गीयवर्णः। अत्र भवत्याः प्रश्नः आसीत् तत्र स्थानेन्तरतमः इत्यनेन निर्णयं कुर्मः वा इति प्रश्नः। हा वस्तुतः अत्र स्थानेन्तरतमः इत्यस्य आवश्यकता नास्ति, अत्र अन्यत् परिभाषासूत्रमस्ति, यथासङ्ख्यम् अनुदेशसमानाम् इति अन्यत् अन्यत् सूत्रमस्ति, तेन सूत्रेण क्रमेण भवति तवर्गीयवर्णस्य, तवर्गीयवर्णस्य क्रमेण चवर्गीयवर्णादेशः भवति सकारस्य शकारः, तत्रापि क्रमेण रेस्पेक्टिव्लि। सत्यं सत्यम्, अवगच्छामि। सत्यं, समीचीनं। संहितायाम् इति न भवति वा? संहितायाम् इति अपि अनुवृत्तिः अस्ति, अधिकारसूत्रस्य अधिकारसूत्रस्य अनुवृत्तिः भवति अत्र। अत्र पूर्वस्मिन् पाठे वयं दृष्टवन्तः एतस्य एतस्मिन् सूत्रस्य विषये खलु, तस्य विवरणं तत्र आसीत्। भगिनि अत्र भगिनी सकार तु इति किमर्थं द्विवचनं नास्ति? हा पाणिनिमहर्षिः अस्ति, सः सः तथा चिन्तितवान्, अत्र द्विवचनं मास्तु इति चिन्तितवान्, अतः किमर्थं नास्ति इति प्रश्नः सम्यक्, ममापि तथैव अस्ति, परन्तु नास्ति, वस्तुतः नास्ति, कुत्रचित् द्विवचने भवति कुत्रचित् न भवति, अतः सन्दर्भं दृष्ट्वा वयम् अवगच्छामः। यद्यपि द्विवचने भवति चेत् इतोपि सम्यक् अर्थबोधः भवति, परन्तु अत्र द्विवचने नास्ति। धन्यवादः। अस्तु भगिनि, उदाहरणे रामः योगः च रामश्च, तत्र रामः विसर्गः एव सकारः, इस् इट्? हा सकार, रामः इत्यस्य विसर्गस्य स्थाने सकारः भवति। हा प्रश्नः कः? हा तत्र सः योग च अतः श्च आगच्छति। हा सत्यं, तत्रापि स्तोः शुनाशुः इत्यनेन एव कार्यं। सत्यं, समीचीनं, समीचीनं। कुत्रचित् ध्वनिः भगिनि द्विवचनं न श्रूयते महोदय, पुनः वदतु। सकार शकार तवर्गीयव्यञ्जनानां द्ववर्णानां न अनेनान् अनेकवर्णानाम् इति अहं मन्ये। हा द्ववर्ण अनेके वर्णाः, तर्हि तत्र बहुवचने भवतु खलु? हा बहुवचने भवतु, बहुवचने अपि नास्ति द्विवचने अपि। इदानीं तु इति संक्षेपः इति स्वीकुर्मः चेत् तु इति संक्षेपः अस्ति, तत्र तर्हि द्विवचने भवतु इति चिन्तनमस्ति, परन्तु तथा नास्ति अत्र, वस्तुतः एकवचने एव अस्ति। अस्तु तर्हि अग्रे शीतल भगिनी अस्ति वा? अस्तु विनय महोदय। हा सावित्री भगिनी पठतु। सावित्री भगिनी स्टार सिक्स। अस्तु तर्हि रामनाथन् महोदय पठतु। आम् उदाहरणं पठतु वा? अन्यत् योगः च अन्यत् योगः च अन्ययोगः तकार स्थाने चकारयोगः चकार अन्यच्च इति रूपम्। अत्र निमित्तं चकारः, परं कार्यं तकारः स्थाने चकारः पूर्वम्। अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् तकारचकार इति कार्यं भवति वा? न भवति किल। निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति। ओके, वदतु तावत्। अन्यत् योगः च योगः चकारः तकारचकारयोजनेन चकारः आदेशः भवति तकारस्थाने। अत्र निमित्तं चकारः, परकार्यं तकारस्थाने चकारः आदेशः भवति पूर्वम्। अन्यत् इति पदम् अस्ति, परं चकारः न अस्ति चेत् कोऽपि वर्णविकारः न भवति, सन्धि न भवति। निमित्तं विना कार्यं न भवति इति अहं मन्ये। समीचीनम्। अत्र चकारः एव निमित्तम् अस्ति खलु? आम्। तर्हि कार्यं कुत्र भवति? परं कार्यं न, चकारः एव निमित्तम् अस्ति, तर्हि कार्यं कुत्र भवति? परं भवति वा, चकारस्य अनन्तरं भवति वा? पूर्वं भवति, पूर्वकार्यमस्ति खलु? पूर्वकार्यमस्ति। यद्यपि अत्र शुना इति सूत्रे तृतीयविभक्तौ अस्ति, परन्तु अस्मिन् उदाहरणे पूर्वं भवति कार्यम्। अतः अन्यच्च इति रूपं सिद्धम्। अन्यत् इति पदस्य अन्ते तकारः अस्ति, तकारस्य स्थाने चकारादेशः भवति, यतोहि श्युः इति आदेशः अस्ति। अत्र अन्यत् इति पदस्य अन्ते तकारः एव स्थाने अस्ति, यतोहि स्तोः इति अस्ति खलु, स्तोः इति सकारः अथवा तवर्गीयवर्णः। अत्र अन्यत् इत्यस्मिन् पदे पदान्ते तत्र तकारः तवर्गीयवर्णः अस्ति, तदेव स्थानी अस्ति, तस्य अनन्तरं चकारः अस्ति, निमित्तम् अस्ति। इदानीं पूर्वं कार्यं भवति, तकारस्य स्थाने चकारादेशः भवति, श्युः इति आदेशः, तालवे शकारः अथवा चवर्गीयवर्णः। अतः अत्र इदानीं निमित्तं तृतीय विभक्ति एवं भवति वा? तृतीयविभक्तिः एव निमित्तम् अस्ति, शुना इति निमित्तम्। इदानीं निमित्तं पूर्वं वा परं वा अस्ति चेत् कार्यं पूर्वमेव भवति। हा, निमित्तं परं, कार्यं पूर्वम्। अस्तु, तर्हि अग्रे पूर्वं वा परं वा अर्हते न? अर्हति, परन्तु अस्मिन् उदाहरणे कार्यं पूर्वं भवति। अग्रे उदाहरणं पश्यामः, यत्र निमित्तं पूर्वम् अस्ति, कार्यं परम्। अन्यत् उदाहरणमस्ति अत्र। अन्यत् पदम् अव्ययं वा? अन्यत् इति प्रायः अव्ययम्, अन्यत् अव्ययं प्रायः अव्ययं नास्ति वा? अन्यः, अन्यौ, अन्याः इति पुल्लिङ्गे अस्ति, अन्या, अन्य, अन्याः इति स्त्रीलिङ्गे, अन्यत्, हा सत्यम्, अन्यत्, अन्यत्, अन्या इति विशेषनिघ्नपदमस्ति। अन्यत्, अन्यत् विशेषणपदं, विशेषनिघ्नपदम्। त्रिषु लिङ्गेषु अपि, त्रिषु लिङ्गेषु अपि रूपाणि, नपुंसकलिङ्गे नपुं। हा, अग्रे अत्र क पठति अत्र? सावित्री भगिनी अस्ति वा? अस्तु, तर्हि विजयलक्ष्मी भगिनी पठतु। अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति, तदभवत् यज् प्लस् यज् योगः नः, यज् योगः न स्थाने य प्लस् अह यज्ञः अत्र निमित्तं जकारः पूर्वं कार्यं न स्थाने य परम् अत्र अग्रिमवाक्यमपि पठतु नः अत्र केवलं नः इति पदम् अस्ति चेत् न स्थाने य इति कार्यं भवति वा न भवति किल निमित्तस्य अभावे नः यथावत् तिष्ठति निमित्तं सप्तमीविभक्तौ चेत् पूर्वकार्यं निमित्तं पञ्चमीविभक्तौ चेत् परकार्यं निमित्तं तृतीयाविभक्तौ चेत् कार्यं पूर्वं परं च त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी अत्र यज् इति पदे जकारः चुवर्गस्य पदं चुवर्गस्य वर्णः एतद् पूर्वमस्ति परन्तु अत्रापि कार्यं भवति किमर्थम् एतद् शुना इति अस्ति किल तत् कारणं तृतीयविभक्तौ अस्ति पूर्वं परं द्वयोः स्थाने कार्यं भवितुम् अर्हति अत्र जकारस्य परं नः इति पदमस्ति जकारः पूर्वमस्ति परन्तु नकारस्य स्थाने यकारः किमर्थं क्रमेण व्यञ्जनानां स्थानं नासिका नकारस्य स्थाने नासिका यकारः आगच्छति अनन्तरं नः इति अस्ति सो य प्लस् अह यज्ञः इति भवति स्तोःश्चुनश्चुः इति सूत्रस्य योगेन यज् प्लस् नः इत्यस्य यज्ञः इति भवति अग्रे किम् उक्तम् नः अत्र केवलं नः इति पदमस्ति चेत् नकारस्य यकारः इति कार्यं न भवति किमर्थं न भवति निमित्तस्य अभावे न भवति निमित्त कारणमेव नास्ति चेत् कार्यं कथं भवति कारणं नास्ति अत्र सत्यं समीचीनम् अत्र गीताञ्जलि भगिनी अवगतं वा वदतु किम् अवगतवती आं भगिनी अत्र यज् योगः नः इति परकार्यम् उदाहरणमस्ति अन्यत् योगः च इति पूर्वकार्यम् उदाहरणमस्ति पूर्वं वा परं वा द्वयोः निमित्तम् अस्ति यदि तृतीयविभक्तिसूत्रे अस्ति अत्र श्चुना इति तृतीयविभक्तिः अस्ति यदि निमित्तं तृतीयविभक्ति अपि पञ्चमविभक्ति निमित्तं नास्ति चेत् किमपि परिवर्तनं न भवति अत्र यज्योगः नः अत्र निमित्तं किम् यज्योगः नः अत्र निमित्रं जकार पूर्वस्मिन् वर्णः तदनन्तरं नः अस्ति जकारस्थाने ञकार आदेशः अत्र न जकारस्य स्थाने नकारः नास्ति जकारस्थाने नः नकारस्थाने ञकार ञः अस्ति अत्र यज् इत्यस्मिन् जकारः एव निमित्तम् अस्ति खलु ज निमित्तं न इति कीदृशवर्णः न इति कीदृशवर्णः स्थानि हा स्तोः इति अस्ति खलु स्तोः तवर्गस्य कुटुम्बस्य सदस्य अस्ति. तस्य स्थाने, तस्य स्थाने यकार आदेश. यकारः कीदृश वर्णः? च छ ज झ य चु. हा, चु अस्ति, सत्यं. चवर्गीयवर्णः अस्ति, अतः नकार, हा, नकारस्य स्थाने ञकारादेशः भवति. भवति, समीचीनं. भगिनि, अत्र यज् पदे जकारः दट् इस् चवर्ग किल? सत्यं. हा, सो श्चुः केन् बि द इन् द पूर्वपद आल्सो, इट् इट् केन् अप्लै टु पूर्वपद. पूर्वपद इत्युक्ते यज् is the first word. So tatra stoho not applicable. Takaranaha tavargana. Ja is chavarga killa. So shchuhu sutre, shchuhu word can be in the first word. It can apply to the first word. No. Stoho sthane shchuhu. सकारस्य स्थाने तालवेशकारः, तवर्गीयवर्णस्य स्थाने चवर्गीयवर्णः. अत्र तु चवर्गीयवर्णः एव अस्ति, तस्य स्थाने पुनः चवर्गीयवर्णः न भवति. कस्य स्थाने किं भवति? अत्र तवर्गीयस्य स्थाने चवर्गीयवर्णः. भवती म्यूट् करोतु भगिनि. अत्र सकारस्य स्थाने तालवेशकारः अथवा तवर्गीयवर्णस्य स्थाने चवर्गीयवर्णः इति एव आदेशः, न तु चवर्गीयस्य स्थाने चवर्गादेशः, तथा नास्ति. अस्तु, तर्हि अत्र अत्र सारांशः अस्ति. निमित्तं सप्तमीविभक्तौ अपि भवितुम् अर्हति. सप्तमीविभक्तौ अस्ति चेत् पूर्वकार्यं भवति. पञ्चमीविभक्त्यामपि निमित्तं भवितुम् अर्हति. सप्तमीविभक्तौ अस्ति चेत् परकार्यं भवति. तृतीया विभक्तौ अस्ति चेत् निमित्तं पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. उदाहरणं दृष्ट्वा अवगच्छामः. अतः तत् सर्वत्र निमित्तं नास्ति चेत् कार्यं न भवति इति एव सारांशः अस्ति. कोऽपि प्रश्नः वा? पाठः अपि समाप्तः. कृपया गृहपाठरूपेण पुनः पठन्तु. अग्रिमसप्ताहे इत्संज्ञाप्रकरणम् इति पाठः आरप्स्यते. अपि च सर्वे कृपया अष्टाध्यायी सूत्रपाठः इति पुस्तकमपि कृपया सर्वेषां पुरतः स्यात् अग्रिमसप्ताहे. सर्वेषां पार्श्वे अस्ति वा पुस्तकं? नो चेत् कृपया क्रीणन्तु. अष्टाध्यायी सूत्रपाठः दीक्षित् पुष्पा कृत पुस्तकमस्ति भगिनी. तत् पुस्तकस्य PDF अपि प्रेषयतु. PDF नास्ति भगिनि मम पार्श्वे. गूगल् मध्ये सर्च् करोति चेत् प्रायः प्राप्तुं शक्नोति. अहं किं वदामि इति चेत् क्रीणातु, पुस्तकं क्रीणातु. अहं क्रीणामि. पुस्तकस्य कापीराइट वायलेशन भवति, तत् PDF द्वारा प्रेषयितुं न शक्यते. सत्यं सत्यम्. अहं क्रीणामि स्म, किन्तु अहम् अत्र मम गृहे नास्ति. हा, चिन्ता नास्ति भगिनि. अत्र PDF गूगल् मध्ये प्राप्स्यति चेत् सर्च् करोतु. अस्तु भगिनि. आर्कैव् मध्ये प्रायः भवति. एकवारं नाम पुनः. मम ईपत्रे अस्ति भगिनि पुस्तकस्य नाम. पुस्तकं आर्कैव् मध्ये उपलब्धम् अस्ति, अस्तु, PDF उपलब्धम् अस्ति. किन्तु महोदय निश्चितरूपेण सत्यम् उक्तवान् अस्य कापिराइटस्य वयं न प्रेषणं कर्तुं. किन्तु इदं archive.org मध्ये इदम् उपलब्धमस्ति. सत्यं, समीचीनं. धन्यवादः. यू नीड् द बुक्, इट्स् नाट् वेरी एक्स्पेन्सिव्, जस्ट् बाय इट्. Only 400 rupees. It is only 400 rupees. Cost is only 400 rupees. No, it's like only 60 rupees. Yeah. But on the book, cost is printed 400, if I remember. No. Bahu lagu pustakam asti. सूत्रपाठ पुष्पादीक्षितद्वारा न जनता जनता जनता पब्लिशर प्रकरणनिर्देशसमन्वितः इति पुस्तकं सूत्रपाठः अहं पश्यामि पश्यामि यदि उपलब्धम् अस्ति अस्तु अस्तु अस्तु तर्हि विरमामः इदानीं धन्यवादः या भगिनी एकक्षणम् अहं रेकार्डिङ्ग् स्थगयामि तदनन्तरं वदतु